तर्हि नमस्कारः. अधुना अद्य स्वादिगणः इति विषयः प्रवर्तमानः अस्ति, तर्हि आरम्भं कुर्मः. मणिमहोदय, संक्षिप्तरूपेण वदति वा तिङन्तनिर्माणार्थं सोपानानि कानि इति? करपत्रे एव अस्ति महोदय. मम तिङन्तपदस्य निर्माणार्थं सोपानानि सन्ति किल, त्रीणि सोपानानि. आम् आं महोदय. तिङन्तरूपं स्वादिगमे विकरणप्रत्ययनिमित्तम् अङ्गकार्यं प्रथमः अस्ति. अत्र अङ्गकार्यं यत्रापि नास्ति, अतः विकरणप्रत्ययोः मेलनम् अदेव. तन् अनन्तरं सिद्धतिङ्प्रत्ययोः अपि मेलनम् एव. तर्हि विकरण प्रत्ययनिमित्तम् अङ्गं कार्यं भवति, धातुविकरणप्रत्ययोः मेलनं भवति, अनन्तरं तिङ्प्रत्ययसिद्धिः यत् अस्माभिः पूर्वं कृतं, गते सप्ताहद्वयं कृतम्. अनन्तरं तृतीयसोपानम् अस्ति तिङन्तनिमित्तिकम् अङ्गकार्यम् अङ्गकिङ्प्रत्ययोः मेलनम् इति भवति. तर्हि अत्र स्वादिगणे प्रत्ययः कः अस्माकम्? स्नु इति प्रत्ययः. अस्तु महोदय, अस्तु. तर्हि अङ्गम् अस्माभिः द्विविधः विभक्ताः, कौ इति वदति वा? अस्तु महोदय, नास्ति चिन्ता. तर्हि हलन्तधातुः अजन्तधातुः इति विभागद्वयम् आसीत्. हलन्तधातूनां पश्यति चेत् तत्र संयोगः अस्ति पूर्वम्. अस्तु खलु. अनन्तरं हलन्तधातूनां अजन्तधातूनां कृते तादृशसंयोगः नास्ति. हलन्तधातूनां कृते यत् उकारः अस्ति तत् संयोगपूर्वकः उकारः इति वदामः. अजन्तधातूनां तादृशसंयोगः पूर्व उकारः नास्ति. किमर्थम् इत्युक्ते उकारात् प्राक् नकारः अस्ति, तदनन्तरं तस्मात् प्राक् स्वरः अस्ति. तर्हि सुब्रह्मण्यमहोदय वदति वा किञ्चित् भेदः कः हलन्तधातूनां कार्याणाम् अजन्तधातूनां? हलन्तधातूनां यत्र संयोगपूर्व उकारः अस्ति तत्र तु कार्यं सामान्यमस्ति. यत्र असंयोगपूर्व उकारः अस्ति तत्र कार्यं किञ्चित् भिन्नः अस्ति. प्रथमभेदः अस्ति अत्र, यदि संयोगपूर्व उकारः अस्ति तर्हि अत्र उकारस्य स्थाने उवङ् आदेशः भवति. तत्तु अचिष्णु धातुभ्रुवां युवोर् यङ् उवङ्गौ इति सूत्रेण. यदि असंयोगपूर्व उकारः अस्ति तर्हि अत्र उकारस्य स्थाने यन् आदेशः भवति. तत्तु सूत्रमस्ति हृष्णुवोः सार्वधातुके इति सूत्रेण. अनन्तरं द्वितीयभेदः अस्ति परस्मैपदी लोटि मध्यमपुरुष एकवचने. अत्र साधारणनियमः अस्ति, प्रथमं तु सेर्ह्यपि चेत्यनेन सी स्थाने हि आदेशः भवति. अनन्तरं यदि अत्र अङ्गम् अदन्तमस्ति चेत् अतो हेः इत्यनेन हि लुक् भवति. संयोगपूर्व उकारः अस्ति चेत् अत्र ही लुक् न भवति, परन्तु यदि असंयोगपूर्व उकारः अस्ति चेत् उतश्च प्रत्ययात् संयोगपूर्वात् इत्यनेन अत्र पुनः हि तस्य लोपः भवति. अनन्तरं तृतीयभेदः अस्ति अत्र विकल्पेन, अत्र तृतीयभेदः यदि अत्र हलादि अपि प्रत्ययः मकारादि वकारादि चेत् अत्र असंयोगपूर्व उकार उकारस्य लोपः भवति. अत्र इत्युक्ते अत्र चिनुयोगः वः अत्र विकल्पेन उकारस्य लोपः भूत्वा चिन्वः भवति. चिनु वः अपि समीचीनमेव, परन्तु विकल्पेन चिन्वः अपि भवति. अस्तु महोदय, तर्हि सूत्रमासीत् लोपस्य अन्यतरस्यां मोह इति सूत्रमासीत्. अस्तु महोदय, धन्यवादः. आं महोदय. अस्तु तर्हि रामप्रिया भगिनी अग्रे पठति वा? तर्हि अस्माकम् इदानीम् अधुना वयं कुत्र स्मः? विष्णुः सर्वथा धातुके इति सूत्रात् ह्यः महोदयेन आरब्धः खलु. उष्णुवोः सार्वधातुके हु धातुः च अनेकात् श्णु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशो भवति अजादि सार्वधातुकप्रत्यये परे. स्थानेन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः, येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति, अलोन्त्यस्य इत्यनेन अङ्गा अन्ते उकारस्य स्थाने आदेशः, यस्मिन् विधिस्तदत् तदादो अल् ग्रहणे वार्तिकम् इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये हुश्च श्नुश्च तयोः इतरेतरद्वन्द्वः हुष्णुवौ तयोः हुष्णुवोः न विद्यते पूर्वसंयोगः, यस्मात् सः असंयोगपूर्व पूर्वः बहुव्रीहिः. तस्य असंयोगपूर्वस्य हुष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदम् इदं सूत्रम्. अचिष्णु धातुवां युवोर्युवङ्गौ इत्यस्मात् अति अचि इत्यस्य अनुवृत्तिः, इणो इणो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, ऐरनेकाचो संयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः, ओहो सूपि इत्यस्मात् ओहो इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्, अनेकाचः कुष्णुवोः असंयोगपूर्वस्य ओहो अङ्गस्य यण् अचि सार्वधातुके. अत्र सूत्रस्य अर्थम् अस्ति सार्वधातुक प्रत्यये श्नु असंयोगपूर्वस्य उकारस्य श्नोः अङ्गस्य यण् आदेशः भवति इति, यदा अचि परः अस्ति चेत्. भगिनी, एकः सन्देहः अस्ति, श्रूयते वा? आं भगिनि, श्रूयते. तत्र ह्यः मीना भगिनी अपि पृष्टवती, अहं तत् सम्यक् न मया न अवगतम्. तत्र अनुवृत्तिसहितसूत्रे अनेकाचः इति पदमस्ति, तत्र हु वा श्नु मध्ये एकः एव अच् अस्ति, तर्हि तत्र अनेकाच् इति पदस्य किमर्थम् आवश्यकम् इति. मीना भगिनी तु ह्यः सम्यक् अवगतमिति उक्तवती. अनेकाचः इत्युक्ते अङ्गम् अनेकाच् भवतु इति. स्नु इति प्रत्ययं तु एकः एव अच्वर्ण, प्रत्ययत्र एकः एव अच्वर्णः अस्ति, किन्तु यत्र अङ्गं भवति अङ्गम् अनेकाच् भवतु. परन्तु हू तु धातु एव अस्ति किल, तत्र किं भवति? आम् प्रायः हू इत्यस्य अनेकाच् इति पदं श्नुवोः इत्यनेन भवति इति मम अङ्गम्. अस्तु, किमपि अन्यथा भवेत्, नो चेत् हू इत्यस्य किमपि उपसर्गः भवति चेत् एतत् सूत्रस्य प्रसक्तिः प्रायः. अस्तु, किमपि पर्यन्तं हू इत्यस्य कृते अस्माभिः न पठितं खलु. तर्हि मम हू प्रायः आगमिष्यति इति मन्ये, तर्हि अनेकश्नुवोः इत्येन श्नु इत्यस्य सह भवति इति इत्यनेन सह भवति. तर्हि अङ्गम् अनेकात् अस्ति चेदेव तथा भवति, यदि अनेकात् नास्ति चेत् एतत् अचिष्णु धातृध्रुवाङ्गोरिवङ्गौ इत्यस्य एव प्रसक्तिः भवति, कार्यं भवति तत्र. अस्तु भगिनि, अहं मन्ये अनेकल् इति आवश्यकमपि नास्ति इति विषये चर्चा अपि अस्ति इति महोदय उक्तवान्. किमर्थम् अनेकल् इति सर्वे धातुः द्वौ स्वरौ सन्ति, ू प्रत्ययः देर् आर् टु मोर् देन् वन् वोवल् सो देर् वास् नाट् हि सेट् मे बि द अनेकल् इस् नाट् रियलि रिक्वायर्ड् बट् देर् इस् सम् डिस्कशन् अबौट् इट् लैक् काण्ट्रोवर्सि अण्ड् मोस्ट् पीपल् से इट् इस् रिक्वायर्ड् That was a good observation. Prayah bhagini. Punah tatapi yah charcha abhavat sthani vat adeshah iti eka sutrasya. Tasya api vivaranam. आं, तत्तु अस्माकं प्रश्नः आसीत् खलु भगिनी, लोटो लङ्वत् इत्यनेन तस्य एव तदर्थमेव महोदय उत्तरं दत्तवान्, परन्तु तस्य अवगमनं सम्पूर्णतया न अभवत्, एकवारं पुनः महोदय किम् उक्तवान् इत्युक्ते एकनिमेषं. ईपत्ररूपेण मया प्रश्नमासीत्, तर्हि महोदय यत् उक्तवान् इत्युक्ते यत्र लकार स्थानिवत् आदेशो नल्विडो इति सूत्रम् उक्तवान्, सूत्रस्य अवगमनं ममपि नास्ति, किन्तु यत्युक्ते महोदय उक्तवान् इत्युक्ते यत्र लोटो लङ्वत् इति लकारादेशः भवति, लङ्वत् इत्युक्ते तत्र सूत्र तत्र पित्वम् अपित्वं तेन न आरोपयति इति, सः न आरोपयति पित्वस्य आरोपं न भवति इति वा, अपित्वस्य लङ्वत् इत्युक्ते अपित्वं भवति इति नास्ति इति. लङ्लकाराणां कृते यानि सूत्राणि सन्ति तेषां तत्रापि अत्रापि प्रसक्तिः अस्ति इति एव भवति, किन्तु लोटो लङ्वत् इत्यनेन अपित्वम् अपित्वं तत्र नारोपितं न भवति. कथं जानीमः भगिनि, एतत्तु स्पष्टं नास्ति किल, समानरूपेण लङ् मध्ये अपि लङ् तु ङित् अस्ति इति वदामः, परन्तु तेषां मध्ये अन्यसूत्रमपि आगच्छति किल, यासुट् परस्मैपदेषु तत्रापि ङिच्च इति पुनः आगच्छति. लङ् इत्युक्ते लङ् लकारः अस्ति खलु, यत्र लकाराणविषयः अस्ति, लकाराणविषये पित् अपित् इति नास्ति, किन्तु प्रत्ययस्य विषये पित् अपित् भवति. यत्र प्रत्ययः आगच्छति, इदानीम् अपित् इति अस्ति प्रत्ययः, तर्हि पकारस्य संज्ञा भवति चेत् पित्वं तिष्ठा अस्ति खलु तत्र, क्षम्यता तिट् इति तिट् इत्यस्य यत्र लङ् वदतु भगिनि, क्षम्यताम्। यत्र यत्र अपित्वम् अस्ति तत्र सार्वधातुकम् अपि नितीच इति सूत्रेण गुण तत्र अपित्वं भवति। इदानीं महोदय उत्तरमपि एकम् उदाहरणमपि दत्तवान् खलु, अत्र यथासीत् अस्माकं यासुत् परस्मै निश्चयति सूत्रं, तत्र तु यासुत् आगमः प्रत्ययस्य आगमः भवति अनन्तरं वदति निद्वद् भवति। तत्र प्रत्ययस्य कृते नित् इति पित्वं तत्र तिष्ठति, पित्वम् अपित्वं तत्र आरोपयति। यत् यत्र गुण आतिदेशसूत्रम् आगत्य गुणपरिवर्तनं भवति, किन्तु किन्तु यत्र लकाराणां कृते लोटो लङ्वत् इति अस्ति, लङ् लकारस्य इव इति भवति सूत्रं, किन्तु तत्र पित्वम् अपित्वम् इति किमपि नास्ति, सूत्रान् प्रसक्तिः एव तत्र वदति। तर्हि लकारस्य विषये, लकाराणां विषये यदा वयं लोट् लङ् सर्वे वदामः, तत्र टित् ङित् इति न वक्तुं शक्नुमः वा? तत्रापि वयं लट् इत्युक्ते टित् अस्ति, ततः एव टित् आत्मनेपदानां टेरे इति सूत्रं कार्यं करोति किल। टित् आत्मनेपदानां टेरे इति सूत्रं कार्यं करोति, किन्तु लट् अस्ति अतः पित्वम् अपित्वं तत्र न आगच्छति खलु, तत्र न आगच्छति, परन्तु लट् टित् अस्ति इति कुत्रापि लकारस्य कृते पित्वम् अपित्वम् इति चर्चा एव न भवति खलु। लकारः अस्ति अनन्तरं टित् जि इति आगच्छति, अनन्तरम् इदानीं किम् इत्युक्ते लकाराणां यत् यत् यः लकारः अस्ति तर्हि तदनुसृत्य सूत्राणाम् आगमनं भवति खलु। तत्र किञ्चित् स्पष्टतया कुत्रचित् अपि लकारः इदानीं लट् अस्ति, लट् इति लकारः पित्वा अपित्वा इति अस्माभिः वक्तुं शक्यते वा? न वक्तुं शक्यते। लोट् अस्ति, इदानीं लोटो लङ्वत् इत्यनेन भवती प्रचिन्तयति अपित्वम् इति वयं चिन्तयामः, किन्तु तथा नास्ति। लट् इति लृट् अस्ति, तत्र तु पित्वम् अपित्वम् इति किमपि नास्ति खलु। यत्र तद् लकाराणां स्थाने इदानीं पित्रस्य आगच्छति, तादृशप्रत्ययानामेव पित्र अपित्वम् इति सर्वं भवति खलु। ततः आरभ्येः आगच्छति, तर्हि एव अपित्वस्य चर्चा भवति इति, यत्र तिप्तजि आगत्य अनन्तरं चर्चा भवति। किमर्थं तादृश लकारे लकारे तु पित् पकारः एव नास्ति खलु, तर्हि कुत्रचित् अपि पित्वं नास्ति इति एव वक्तुं शक्नुमः खलु। तर्हि तादृशचिन्तनं तत्र न भवति इत्येव महोदय उक्तवान्। पुनः अन्य एकः प्रश्नः महोदय, एतत् पित्वम् अपित्वम् इत्यनयोः नाम इदम् उक्तवान्, पितः इति पदं लस्य इत्यस्य विशेषणं किल, नाम नित्कुलकारेषु अस्य कार्यं भवति, पित्वम् अपित्वम् इत्यनयोः अत्र न कोऽपि सम्बन्धः इति तत्र रूपम् लिखितवान्। अस्तु, पुनः ह्यः उक्तवान् लकारः अपि प्रत्यये एव इति, लकारः प्रत्ययः एव, किन्तु तत्र तु पित् अपित् इति नास्ति खलु, कथं प्रत्ययः इति, लकारः कथं प्रत्ययः इति, लकारः इत्युक्ते केवलं लट् लट् लोट् इति अस्ति, तर्हि पूर्णतया वयं यदि पठति इति महोदय, पूर्वम् आदौ किं पाठे पाठितवान् इत्युक्ते आदौ लकारः इति अस्ति, लकारः इति एव अस्ति, अनन्तरं वक्तुः इच्छा अनुसारं वक्ता यदि वर्तमानकालं वक्तुम् इच्छति नो चेत् भूतकालं वक्तुम् इच्छति तस्मिन् समये लट् वा लोट् वा तत्र आगच्छति, लकारः इति स्थाने लट् आगच्छति अस्मिन् समये। अनन्तरं किं भवति, आदौ लकारः अस्ति अनन्तरं लट् वा लोट् वा इति आगच्छति, अनन्तरम् अस्माकं तिप्तजि आगच्छति। तर्हि तत्र प्रत्यययोजनां कुर्मः इति प्रत्यय इति वक्तुं शक्नुमः किल, लट् लोट् सर्वे तत्र तिष्ठति किन्तु तत्तु ट्रान्सियन्ट् इति वक्तुं शक्नुमः खलु, कदापि कार्यं न भवति खलु. लट् लोट् इत्यनेन कार्यं किमपि न भवति खलु, तत्तु रिप्लेस् भवति खलु. ट्रान्सियन्ट् रूपेण एव तत्र तिष्ठति, यदा अनन्तरम् आगत्य तिष्ठन्ति एव तत्र उपविशति खलु. तस्मिन् स्थाने यः वक्ता यदि यदि उत्तमपुरुषस्य वाक्यं वक्तुमिच्छति चेत् अत्र मिप् आगच्छति, एकवचने चेत् मिप् आगच्छति, द्विवचने चेत् वस् आगच्छति इति अन्यप्रत्ययानाम् आदेशः तत्र भवति. अस्तु भगिनि, धन्यवादः. इति मम अवगमनं भगिनि इति महोदय उक्तवान्, पत्रेण अपि तथा उक्तवान्. किन्तु ममापि यत् सूत्रमहोदयेन ह्यः उक्तम् आसीत् तस्य सम्यक्तया मम अवगमनं नास्ति. स्थानिवत् आदेशो स्थानिवत् आदेशः भवति, नल् विदो इत्युक्ते किम् इति न जानामि. अस्तु, प्रायः ईपत्ररूपेण किञ्चित् अग्रिमसप्ताहे किञ्चित् प्रतिपादयतु इति स्थापयितुं शक्नुमः भगिनि. अस्तु भगिनि, धन्यवादः. क्षम्यतां, क्षम्यतां, तावत् ज्ञानं नास्ति, तावत् ज्ञानं नास्ति. अहमपि पुनः एका स्थिति दृष्ट्वा वदामि, कुत्रापि न भवति इति अस्ति वा प्रायः. अहं सत्यं किमर्थम् इत्युक्ते अहम् इदानीं स्वादिगणस्य आवलिं पश्यामि, तत्रापि अहं पश्यामि. एकमेव हल् वर्णः इति अस्ति चेदेव एकमपि धातुः हल् वर्णः तिष्ठति चेत् अस्य सूत्रस्य अनेका चित्रस्य प्रसक्तिः भवति चेत् आम् अत्र नास्ति. तर्हि अस्तु, मीना भगिनी अग्रे पठतु. अत्र संशयः नास्ति खलु, उष्णुः सर्वदा प्रति अन्यः संशयः. स्वादिगणे फलितार्थः एवं यत् अजादिपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यण् आदेशः भवति. अजादि अपित्सु सर्वेषां स्वादिगणीयधातूनां कृते इको यणचि इत्यनेन यण् आदेशः प्रसक्तः. तदा तं प्रबाद्य अचिष्णुधातुभ्रुवां इवोर्यङ्गुवौ इत्यनेन उवङ् विहितः सर्वेषां धातूनां प्रसङ्गे. तदा अजन्तधातूनां कृते उवङ् आदेशं प्रबाद्य हुष्णुवो सार्वधातुके इत्यनेन पुनयण् आदिष्टः. सार्वधातुक आर्धधातुकयोः अहं वदामि, अजादि अपित्सु सर्वेषां स्वादिगणे धातूनाम् इको यणचि इति प्रसक्तिः अस्ति. तत् प्रबाद्य अचिष्णुधातुभ्रुवां युवोर्यङ्गुवौ इति उवङ् विहितः. ष्णुधातु इति अस्ति सूत्रे, अतः ष्णु इति अस्ति, अतः न कार्यं करोति चेत् आवश्यकं न अस्ति. अतः स्वादिगणे ष्णु एव ष्णु प्रत्ययः अस्ति, तत्र कार्यं करोति. तदनन्तरम् अजन्तधातूनां कृते उवङ् आदेशं प्रबाद्य पुनः यण् एव आदिष्टः भवति हुष्णुवो सार्वधातुके इति सूत्रेण. सार्वधातुक आर्धधातुकयोः इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यतां तदा अपित्वात् गुणनिषेधः भवति. आहत्य अजादि अपित्सु सूत्रक्रमः एवं भवति. इको यणचि सार्वधातुक आर्धधातुकयोः सार्वधातुकम् अपित् इति च अचि श्नुधातुब्रुवां युवोर्युवङ्गौ उष्णुवो सार्वधातुके इति अजादि अपित्सु सूत्रक्रमः षट् सूत्राणि सन्ति. परन्तु द्वौ सूत्र एव कार्यं करोति. एकसूत्रमेव कार्यं करोति. गुणमपि गुणनिषेधः अपि अस्ति. उष्णो सार्वधातुके एव कार्यं करोति किम्? आं भगिनि, सार्वधातुकमपि इति च इत्यनेन सार्वधातुकार्धधातुकयोः सूत्रं न कार्यं करोति इति अस्ति. गुणं न भवति. अनन्तरम् उष्णोः सार्वधातुके आगत्य तत्र कार्यं करोति. एकं सूत्रमेव कार्यं करोति. अग्रे पठामि. एकनिमिषं भगिनि, म्यूट् मध्ये आसम्. मनसि बोध्यं वा किञ्चित्? मनसि बोध्यं यत् अजादिपित्सु अपि इमानि सूत्राणि इकोयणचि अचिष्णुधातु भ्रुवां युवोरियङ्गुवङ्गौ उष्णोः सार्वधातुके येषां त्रयाणां सूत्राणां प्रसक्तिः अस्ति. चिनुयोगः आनि आनि अजादिप्रत्ययः त्रिषु अपि सूत्रेषु निमित्तम् अस्ति. अचि अजादिप्रत्यये परे अजादिपित् प्रत्ययः अपि अजादिः. अतः अत्रापि इमानि सूत्रीणि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि. परन्तु तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य परसूत्रात् बलम्, अतः अनेन गुणः भवति चिनो योगः आनि इति. गुणकार्यानन्तरं त्रयाणां सूत्राणां प्रसक्तिः नास्ति. फलितार्थः एवं यत् उवङ् च यण् च भवतः केवलं ङिति किति ङिति अजादिप्रत्यये परे. सूत्रे तादृशं किति ङिति इति वदनस्य आवश्यकता नासीत् पाणिनः. किमर्थं? यतोहि कित् ङित् नास्ति चेत् गुणः भविष्यति, न तु उवङ् यण् इति. अत्र यदि अजादि अपित्सु अस्ति तत्रापि सूत्रत्रयं कार्यं सूत्रं त्रयाणां कार्यं प्रसक्तिः अस्ति इति. इकोयणचि अचिष्णु धातुभ्रुवां युवोरियङ्गौ इति उष्णुवोः सार्वधातुके अजादिपित् चिनु इति एक उदाहरणरूपेण स्वीकुर्मः चेत् तत्र आनी इति अजादि आदौ अच्वर्णः अस्ति. अजादिपित् अस्ति. तर्हि अजादिपित् अस्ति चेत् तत्र गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः. अनेन सार्वधातुक अर्धधातुकयोः सूत्रस्य संख्या परमागच्छति इति परसूत्रात् बलम्. अतः गुणं भूत्वा चिनु चिनो इति भवति. यदि चिनो भवति तर्हि चिनो योगः आनि इदानीं गुणः भूत्वा तदनन्तरम् अचिष्णु वा उष्णोः प्रसक्तिः नास्ति एव. परन्तु एतत् विषयं किञ्चित् सम्यक् न अवगतं भगिनि. कितिङ् इति प्रत्यये परे इति वदनस्य आवश्यकता नास्ति इति अस्ति किल, तदेव साधारणतया सूत्रं वदति खलु, यत्र अस्माकम् अपित् कार्यं भवति तत्र प्रायः सूत्रे कितिमिति प्रत्यये परे इति भवेत्. तस्मादेव वयं सार्वधातुकम् अपि निद्वत् इत्यनेन कित् प्रत्यये परे यानि सूत्राणि सन्ति तेषामपि अत्र प्रसक्तिः भवति खलु. यत्र उदाहरणार्थं गृहीजावयि इति पश्यामः चेत् गृहीजावयि इति सम्प्रसारणकार्यं भवति खलु, तत्तु अन्ते आगच्छति बृञ्जतीनां नीति च इति. अनन्तरम् अनिदितां हलद उपदायाः नीति इति अस्ति. तर्हि कित्नित् प्रत्ययपरे इति अस्ति तत्र, अतः तादृशसूत्रे एतान् एतयोः सूत्रयोः प्रसक्तिः भवति अस्माकं. किमर्थम् इत्युक्ते यत्र अपित् इति अस्ति तर्हि भवति अपित् कार्यं भवति. तर्हि अत्र किम् इत्युक्ते अत्र तु अस्माकम् उभयत्र अकिष्णुधातुर्भुवं भूरिवङ्गौ कुष्णोः सार्वधातुके उभयत्र कितिमिति प्रत्ययपरे इति न उक्तम्. अत्र अनुवृत्तिः न आगच्छति कितिमिति इति. तर्हि किमर्थम् अत्र कार्यं भवति इति प्रश्नः, किमर्थं पाणिनिना न उक्तम् आसीत्, किमर्थम् अत्र प्रसक्तिः किमर्थं भवति इति प्रश्नः भवति खलु. साधारणतया कितिमिति इति आगच्छति तर्हि वयं तादृशं सूत्रं स्वीकृत्य कार्यं कुर्मः. अत्र तु न उक्तम् अस्ति किमर्थम् इति प्रश्नस्य उत्तरम् महोदय वदति, यत्र पित् अस्ति चेत् सार्वधातुक आरुधातुकयोः इत्यस्य प्रसक्तिः भवति, यत्र पित् नास्ति चेत् एतत् सूत्रं कार्यं करोति. एतत्तु साधारणसूत्रमस्ति, सार्वधातुक आरुधातुकयोः तु यत्र पित् अस्ति चेत् तादृशकार्यं भवति. अतः कित्नित् इति वदनस्य आवश्यकता अत्र नास्ति इति. यत्र अजादि अस्ति यत्र हु वोष्णु इति आगच्छति तर्हि एतत् सूत्रस्य एतयोः सूत्रयोः प्रसक्तिः भवति. श्नु प्रत्ययः आगच्छति चेत् तदा अस्ति खलु भगिनि. सम्यक्तया वक्तुं सरलतया वक्तुं न आगच्छति ततः. न न न भवती तु सम्यक् जानाति. अस्तु मणिमहोदय पठति वा अग्रे द्वितीयभेदः इति. द्वितीयभेदः परस्मैपदे लोटि मध्यमपुरुषे एकवचने चेहि चेर्हि अपि च इत्यनेन सि स्थाने हि आदेशः. तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतो हे हे इत्यनेन हि लोपः. उदाहरणं वद् योग हि वद इति. अङ्गम् अनदन्तं चेत् हि लोपः न. शक्नु योगः हि शक्नुहि. परन्तु उकारान्ताङ्गं चेत् अपि च अन्यत् अन्त्यः उकारः असमयो कुर्व चेत् तर्हि तत्र अङ्गम् अनदन्तं यत् सत्यपि हि लोपः भवति. सारांशत्वेन हलन्तधातुभिः हि तिष्ठति यदा सामान्यम्. अपवादे अचन्तधातुभ्यः हि लोपः. चिनु योः हि चिनु एव. अत्र शेरिः अपि च सूत्रेण लोट्लकारे मध्यमपुरुषे एकवचने हि आदेशः. यत्र अतन्तर् अङ्गम् अस्ति चेत् अत्र हि लोपः अतो हेः सूत्रेण. अनदन्तं चेत् इट्स् लोपं न भवति. बट् किन्तु अनदन्तं चेत् अपि असमयपूर्वः उकारः अस्ति चेत् अत्र हि लोपः भवति. अनन्तरं समयपूर्वकप्रत्ययः हि अस्ति चेत् हि न लोपः. सो शक्नुहि योः हि शक्नुहि इति एव तिष्ठति. चिनुहि यो चिनु हि अत्र चिनु एव तिष्ठति. लोपः भवति. सो चिनु एव भवति स्म. उदश्च पठितवान् उदस्य प्रत्ययात् असंयोः पूर्वात् प्रत्यावयवः उकारात् प्राक् संयोः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् लोपः भवति न विद्यते पूर्वसंयोग यस्मात् सः असंयोः पूर्व बहुव्रीहि तस्मात् असंयोः पूर्वात् उतः पञ्चमी अन्तं च अव्ययपदं प्रत्ययात् पञ्चमी अन्तम् असंयोः पूर्वात् पञ्चमी अन्तम् अनेकपदमिदं सूत्रम् चिनो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अधो हे इत्यस्मात् हे इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिशब्दसूत्रम् अङ्गस्य असमयोपूर्वात् प्रत्ययात् उदः च हे लुक् अङ्गस्य असमयोपूर्वक उकारः अस्ति चेत् अत्र हे लुक् भवति तस्मात् प्राक् तस्मात् परे हे लुक् भवति उह् एव लुक् भवति न स्पष्टं महोदय प्रतिध्वनिः श्रूयते भवतः प्रश्नः न अवगतम् एव लुक् भवति हे अपि हे लुक् उतः इति पञ्चम्यन्तमस्ति खलु यत्र हे हि इत्यस्य हे इति अस्ति तर्हि हे लुक् हे इति षष्ठी अस्ति तर्हि हे लुक् इति सानि भवति खलु सानि इत्यस्य लुक् भवति महोदय अत्र च इति पदस्य किमर्थम् अस्ति तत्र प्रायः पूर्वं यत् अस्ति पूर्वसूत्रं पश्यामः चेत् अवगन्तुं शक्नुमः षष्ठाध्याये अतो हेतः आगच्छति खलु प्रायः किन्तु 105 किम् इति द्रष्टव्यम् तत्तु अतो हे एव भगिनि चतुर्थस्वाते अतो हे ततः तदेव पञ्चमम् अस्ति अस्तु तर्हि अतः हे लुक् भवति अनन्तरम् उतस्य अपि हे लुक् भवति च इति परन्तु अतो हे सूत्रे च इति नास्ति खलु तत् लुक् इति क्षिणो लुक् इति अस्ति तस्मात् पूर्वमस्ति ततः लुक् इति अनुवृत्तिः भवति अहं चिन्तयामि असंयोगपूर्वात् प्रत्ययात् उतः त्रीणि निमित्तानि सन्ति द्वे निमित्ते सन्ति अतः च इति आगच्छति भगिनि अतो हे इत्यस्मात् तस्यापि इति कुत्रचित् पाणिनिना तथा भवति च इति वदति इत्युक्ते पूर्वं यत् अस्ति तस्य एव कार्यं पुनः आगच्छति अनुवृत्तिः भवतु इति वदति कुत्रचित् प्रतिध्वनिः श्रूयते म्यूट् कुर्वन्ति वा प्रतिध्वनिः श्रूयते इदानीं नास्ति कुत्रचित् तथा भवति सूत्रे पाणिनिना यत्र च इति वदति पाणिनिः तत्र किम् इत्युक्ते पूर्वसूत्रात् अनुवृत्तिः भवतु इति अर्थः भवति धन्यवादः पर्याप्तं महोदय, धन्यवादः महोदय. आम् अत्र तु अत्र निमित्तम् अस्ति इत्युक्ते असंयोगपूर्व उकारः आदौ भवतु, अनन्तरं परे हि इति प्रत्ययः भवतु इति. अहं वदामि भगिनि, अन्य उदाहरणं स्वीकृत्य ईपत्ररूपेण प्रेषयिष्यामि भगिनि. लीना भगिनी पृष्टवती खलु च इत्यस्य, उक्तवती खलु च इति त्रीणि सु पञ्च मम भ्रमः. अहम् उदाहरणं स्वीकृत्य वदामि भगिनि, अत्र च इत्युक्ते पाणिनिना अनुवृत्तिः भवतु इत्येव तत्र तेन तदा सूचयति. धन्यवादः भगिनि. अत्रापि अस्ति निदेर्गुणः इति सूत्रमस्ति, अनन्तरं जुसि च इति अस्ति, इत्युक्ते गुणः जुसि च गुणः भवतु इति. अस्माकं पुगन्तलघुपदस्य किञ्चित् म्यूट् कुर्वन्ति वा सर्वे? अस्मि महोदय. म्यूट् कुर्वन्तु, प्रतिध्वनिः श्रूयते. भगिनि सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य चैत्य अस्ति खलु? तर्हि पुगन्तलघुपदस्य च इत्यस्य क्षम्यताम् इदानीमपि अहं म्यूट् करोमि सर्वप्रदेशम्. ओके, ऐ म्यूटेड् एव्रिबडि, क्षम्यताम्. अहं तु सर्वेषां म्यूट् कृतवती. कृपया स्टार् फिक्स् नोदयित्वा आगच्छतु यदा क्रमः भवति. अस्तु भगिनी, वीणा भगिनी भवती अन्यत् करोतु, क्षम्यताम्. अस्तु, तत्र पुगते लघुपदस्य च इति आगच्छति खलु भगिनि, अत्र विदेर्गुणः जुसि च सार्वधातुकयोः, अनन्तरं पुगन्तलघुपदस्य च इति अस्ति. अत्र पुगन्तलघुपदस्य च इत्युक्ते गुणः भवतु इति खलु, जुसि च विदेर्गुणः, अनन्तरं जुसि च. जुसि इति एक एव निमित्तमस्ति तत्र, किन्तु तथापि च इति पाणिनिना प्रयुक्तं. किमर्थम् इत्युक्ते जुसि च गुणः भवतु इति, समानकार्यं भवतु. धन्यवादः भगिनि. पुगन्तलघुपदश्च इति स्मरामि, किन्तु तत्रापि पुगन्तलघु पुगन्त भवतु, अनन्तरं लघुपदा भवतु इति निमित्तद्वयं भवति. किन्तु अत्र निदेर्गुणः जुसि च, तस्मात् एव प्रायः त्रीणि सूत्राणि पूर्वं पश्यति चेत् सूत्रत्रयं पूर्वं जुसि च इति अस्ति, निदेर्गुणः जुसि च इति अस्ति. अत्र सप्तमाध्याये तृतीयपादे अशीतिः द्व्यशीतिः सूत्रं, मिदेर्गुणः अनन्तरं जुसि च. जुस् इति एकः एव निमित्तमस्ति खलु, तथापि च इति पाणिनिना प्रयुक्तं, जुसि च अपि गुणः भवतु इति. समटैम्स् पाणिनि च इति अनुवृत्ति कुत्रचित् तथा वदति, कुत्रचित् च इति न उपयोगं करोति, किन्तु तस्य अनन्तरं सार्वधातुकार्धकयोः इति भवति, तत्र तु तेन च इति न उपयुक्तम्. अस्माभिः एव आनेतव्यं गुणः भवतु इति. सूत्रत्रयं क्रमेण आगच्छति खलु, मिदेर्गुणः पश्यति वा पाणिनीयसूत्र धातुपाठः सूत्रपाठः, मिदेर्गुणः जुसि च अनन्तरं सार्वधातुकार्धधातुकयोः. मिदेर्गुणः इत्यनेन गुणः भवति, अनन्तरं जुसि च इत्यनेन जुसि परे गुणः भवतु इति वदति, अनन्तरं तत् समानकार्यम् एकम् एव निमित्तम् अस्ति जुसि परे इति. अनन्तरम् अस्ति सारधातुकार्धधातुकयोः, तस्य किमर्थं स इति न प्रयुक्तवान् इति न जाने, किन्तु अनन्तरं पुगन्तलघुगतस्य च इत्युक्ते पुनः च इति उपयोगं करोति. कुत्रचित् च इत्युक्ते अनुवृत्तिः समानकार्यं भवतु, पूर्वं यत् अस्ति तदेव कार्यम् अत्रापि भवतु इति सूचयति. धन्यवादः भगिनि. सुब्रह्मण्यं प्राचीन अस्ति. आं भगिनि, तृतीयभेदः हलादि अपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः. हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र, अजन्तधातूनां कृते हलादि अपित् प्रत्ययः मकारादिः वकारादिः चेत् विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति. चिनुयोगः वः चिन्वः विकल्पेन चिनुवः. अत्र तृतीयभेदः कः इति उक्तमस्ति. हलादि अपित्सु इत्युक्ते, अपित्सु इत्युक्ते अत्र कोऽपि कार्यं न भवति, केवलं वर्णमेलनमेव भवति. यथा शक्नुयोगः तः प्रथमपुरुष द्विवचने शक्नुतः भवति. चिनुयोगः अत्र तत्तु भिन्नः अस्ति. हलादि अपित्सु चिनु शक्नुयोगः वः शक्नुवः इति भवति. हलन्तधातूनां कृते तु एतत् सामान्यनियमः सर्वत्र तथा एव भवति. परन्तु अजन्तधातूनां कृते विकल्पेन अन्यरूपम् अपि भवितुम् अर्हति. अत्र यदि प्रत्ययः हलादिः अपित् अनन्तरं मकारादिः वकारादिः अस्ति चेत् विकल्पेन अत्र यः उकारः अङ्गान्ते अस्ति तस्य लोपः भवति. इत्युक्ते अत्र असंयोगपूर्व उकारस्य लोपः भवति. वकारादिमकारादि प्रत्ययः परः अस्ति चेत् सूत्रमस्ति, लोपश्चास्यान्यतरस्यां वोः. पठामि वा भगिनि? असंयोगपूर्वस्य प्रत्ययावयव उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे. येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति. अलोन्त्यस्य इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्ण अङ्गस्य. अस्य इत्यनेन पूर्वतन सूत्रे स्थितस्य असंयोगपूर्वस्य प्रत्ययस्य उतः इत्यस्य उल्लेखः. मकारः च वकारः च तयोरितरेतरद्वन्द्वः मौ तयोः वोः, लोपः प्रथमान्तं च अव्ययपदम्, अन्यतरस्यां सप्तम्यन्तं मोः सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्. उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्य पूर्णतया अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्याम्. सारांशः एवं यत् अङ्गम् उकारान्तमस्ति चेत् अपि च उकारात् प्राक् संयोगः नास्ति चेत् अपि च मकारादिः वकारादिः च प्रत्ययः परः अस्ति चेत् तर्हि उकारस्य लोपः भवति विकल्पेन. अत्र सूत्रस्य विवरणम् अस्ति, लोपश्चास्यान्यतरस्यां वोः इति. अत्र विषयः अस्ति यः उकारः असंयोगपूर्व उकारः अस्ति प्रत्ययस्य अवयवे अपि अस्ति विकल्पेन तस्य लोपः भवति यदि तस्य परं वकारमकारादौ प्रत्ययः अस्ति अत्र येन विधिस्तदन्तस्य इत्यनेन अत्र तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्त्यस्य इत्यनेन पूर्ण अङ्गस्य न परन्तु अत्र उकारस्य एव लोपः भवति इति अत्र अस्य इत्यनेन अत्र असंयोगपूर्वस्य प्रत्ययस्य उतः इति प्रायः पूर्वतनसूत्रात् आगच्छति इति अत्र दत्तमस्ति असंयोगपूर्वस्य प्रत्ययस्य उतः इति अनन्तरम् अत्र मोः अपि अस्ति सूत्रे तत्तु मकारः वकारः तयोः द्वन्द्वः मौ भवति तस्य सप्तम्यन्तरूपं भवति मोः इत्युक्ते अत्र कार्यं पूर्वकार्यमस्ति इति तस्मात् पूर्वं यः उकारः अस्ति तस्य विषये इति अस्ति अत्र अनन्तरं तथैव अस्ति भगिनि अत्र उदाहरणमस्ति चिनु योगः वः अत्र वः हलादि अपित् प्रत्ययः अस्ति चिनु अत्र अङ्गमस्ति असंयोगपूर्व उकारान्त अङ्गमस्ति तत्कारणात् अत्र विकल्पेन उकारस्य लोपः भूत्वा चिन्वः भवति अथवा चिनुवः भवति तथैव चिनुमः अथवा चिन्मः इत्युक्ते विकल्पेन अत्र यत्र मी अस्ति तत्र किं कार्यं भवति अत्र तु मी तु अत्र प्रसक्तिः न भवति किमर्थं चेत् अत्र हलादि अपित् नास्ति तत्तु हलादि पित् अस्ति पित् सूत्रे तु पित् अपित् इति किमपि न उक्तं खलु सूत्रे तु तत्तु सत्यं भगिनि अत्र सूत्रस्य प्रसक्तिः अस्ति परन्तु अत्र पित्वात् सार्वधातुकार्धधातुकयोः इत्यस्य कार्यं भवति न तु अन्यसूत्राणां कार्यं यथा वयं पूर्वमेव दृष्टवन्तः खलु भगिनि अत्र मनसि बोध्यं यत् अजादि पित्सु अपि इमानि सूत्राणि कार्यं करोति परन्तु अत्र सार्वधातुकार्धधातुकयोः इत्यस्य परसूत्रात् तस्य बलं भवति इति तत्कारणात् अत्र यतोपि इको एनचि अचिष्णुधातुभ्रुवां योर्योङ्गौ उष्णुवो सार्वधातुके प्रायः तेषां प्रायः अत्र अचि नास्ति तत्कारणात् तेषां अचिष्णुधातुभ्रुवां योर्यङ्गुवङ्गौ उष्णुवो सार्वधातुके इत्यनयोः प्रसक्तिः न भवति परन्तु अत्र लोपश्चास्यान्यतरस्यां वोः इत्यस्य प्रसक्तिः अस्ति परन्तु परसूत्रात् सार्वधातुकार्धधातुकयोः इत्यस्य बलं भूत्वा गुणः भवति अत्र भगिनी एकः सन्देहः अस्ति यथा महोदय उक्तवान् तदपि समीचीनमेव चिनो भवति अतः उतः इत्यस्य निमित्तं नास्ति मम प्रश्नः अस्ति मोः इति मकारवक् मस्वस् इति मकारवकार एव अस्ति मी अपि मोहो इति अन्तर्भूतम् इति वदति वा अन्तर्भूतं वा इति प्रश्नः प्रत्यादितदादौ अल्ग्रहणे इति पूर्वम् अस्माभिः दृष्टं खलु भगिनि यस्य प्रत्ययं वदामः इत्युक्ते तस्य आदिः येषां भवति तेषामपि ग्रहणं भवति इति मकारस्य मि इत्यस्यपि ग्रहणं भवति मि अस्यपि ग्रहणं भवति यत्र यत्र लङ्लकारे तु मकारः एव तिष्ठति खलु तस्यपि ग्रहणं भवति पुनर्वदतु सूत्रं किम् आसीत् प्रत्यादौ तदादौ अल्ग्रहणे इति स्थानिगतादेशो स्थानिवत् आदेशो नल्विदौ इति एव प्रत्यादितदादवल्ग्रहणे इति पूर्वतनपृष्ठे सङ्ख्या अस्ति अत्र परिभाषा इति अस्ति अत्र अतिष्णुधातु ध्रुवां युवोरिवङ्गौ इति अस्ति खलु तत्र पश्यति चेत् यत्र युवोः अस्ति यत्र यथा अस्माकम् इदानीं वोः इति अस्ति तथा एव सूत्रे अचिष्णुधातु ब्रुवां युवोः इति अस्ति तर्हि युवोः इत्यस्य अर्थः किम् इत्युक्ते अत्र महोदयेन दत्तं प्रत्यग्रहणे तदादाः ग्राह्याः इति परिभाषा अस्ति तेन ये ये प्रत्ययाः सन्ति तेषाम् आदौ उकारः वा वकारः वा उकार इकार उकारः अस्ति चेत् तेषामपि ग्रहणं भवति इकार उकारयोः येषां प्रत्ययानाम् आदौ अस्ति तेषामपि ग्रहणं भवति यत्र यत्र प्रत्ययः उक्तः इत्युक्ते प्रत्ययस्य आदौ इति अस्माभिः स्वीकर्तव्यम् अनेन परिभाषया अनया परिभाषया पश्यति वा न पश्यामि अवगच्छामि किञ्चित् पुनर्पठामि यत्र यत्र प्रत्ययः वकारः मकारः इति अस्ति अत्रापि इत्युक्ते यस्य प्रत्ययस्य आदौ वकारः अस्ति आदौ मकारः अस्ति इति एव तत्र उक्तं परिभाषया तथा भगिनि एकनिमिषं भगिनि तत्र मोः इति पदमस्ति किल मोः सप्तम्यन्तम् इति वदामः तर्हि तस्य प्रथमान्तरूपं कथं भवति प्रथमान्तरूपं नास्ति खलु किमर्थम् इत्युक्ते वर्णद्वयम् अस्ति वर्णद्वयम् अस्ति चेत् द्विवचने एव भवति खलु यदि एकमेव मकारः अस्ति चेत् मत् इति आगच्छति मतः मति इति आगच्छति मी मी प्रायः मी इति आगच्छति खलु मी इति मी परन्तु मी तस्य सप्तम्यन्तं भवति मौ मी इति सप्त मी इति एव सप्तम्यन्तं खलु यत्र मी सप्तम्यन्तं मी सप्तम्यन्तं द्विवचनं द्विवचने अस्ति अतः मोः किमर्थम् इत्युक्ते इं वा या इति अस्ति चेत् इं व्याः इति भवति इति वा क्षम्यामि इं व्याशु इति एषु इति भवति युवोः तत्र षष्ट्यन्तम् अस्ति परन्तु अत्र वोः सप्तम्यन्तम् अस्ति अत्र तत्र तु तत्रापि युवोः कार्यम् इति स्थानि भवति खलु तत्र क्षम्यतां तत्र स्थानि इति अर्थे अस्तु अस्तु पठामि वा भगिनि आं भगिनि किन्तु अस्माकं तु प्रत्ययग्रहणे तदन्तः ग्राह्याः इति एव महोदय अत्र चिनु योगः मी चिनोमि अस्ति न चिनोमि आं भगिनि चिनोमि आं भगिनि तदेव अस्ति गुणकार्यम् अत्र अत्र पित् अस्ति, अत्र पित् अस्ति, सत्यं भगिनि, आम् आम् रामप्रिया भगिनी न पठितवती खलु, चतुर्णां सार्वधातुकलकाराणां तिगन्तरूपाणि सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु, तदा सर्वत्र अस्माकं चिन्तनक्रमः एवं तिङ्प्रत्ययः पित्वा अपित्वा, तिङ्प्रत्ययः अजादिः वा हलादिः वा, तावदेव अस्ति। अनयोः प्रश्नयोः उत्तरं जानीमः चेत् सर्वाणि रूपाणि जानीमः। अनदन्त अङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा अथवा ज्ञात्वा शक् चि परस्मैपदे अष् चि आत्मनेपदे इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु। अत्र अजन्तः वा हलन्तः वा इति धातुविषये प्रथमं अस्ति, अनन्तरं तिङ्प्रत्ययः पित्वा पित्वा, द्वितीयमस्ति तिङ्प्रत्ययः अजादिः वा हलादिः वा इति सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा वयं तिगन्तरूपाणि चतुर्षु लकारेषु निष्पन्नं कुर्मः। हलन्तधातुषु शक् धातुः, शक् योगः श्नु स्वादिभ्यः श्नु, श्नु विकर्णप्रत्ययः, शक् योगः श्नु लशक्वतदिते इति शकारस्य इत्संज्ञा, तस्य लोपः, श्नु एव अवशिष्यते, शक्नु इति अङ्गम्, अतः सर्वत्र शक्नु इति अङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि। देयं यत् अपित्सु अपि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, किमर्थं चेत् सर्वे तिङ् संज्ञकप्रत्ययाः तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकाः, परन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकप्रत्ययाः नित्वद् भवति, तदा इति च इत्यनेन गुणनिषेधः। प्रथमम् अस्ति अपित्सु अपि अस्ति चेदपि सार्वधातुक अर्धधातुकयोः इति सूत्रेण सूत्रस्य प्रसक्तिः अस्ति, किमर्थम् अस्ति चेत् तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकाः सन्ति, परन्तु सार्वधातुकम् अपित् किं निति च इत्यनेन गुणनिषेधः भवति इति, प्रथमं नित्वद् भवति अनन्तरं गुणनिषेधः भवति इति। शक्नु योगः सि इति स्थितौ आदेशप्रत्ययो प्रत्यययोः इत्यनेन शक्त्वं भवति, आदेशप्रत्यययोः इन् प्रत्याहारात् कवर्गीयात् च आदेशरूपी अथवा प्रत्यय अवयवाः अपधान्तः सकारः अस्ति चेत् तस्य सकारस्य स्थाने शकार आदेशो भवति, नुं विसर्गः शर् प्रत्याहारस्थवर्णः च मध्ये सन्ति चेदपि कार्यं भवति, अस्य कार्यस्य नाम षत्वविधिः। इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः, इ उ ऋल् ए ओ ऐ औ हयवराल, आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेन्तरतमः इत्यनेन ठ ष इत्येषु मूर्धन्यवर्णेषु सकारेण शकारस्य नैकट्यम्, अतः शकार एव आदिष्टः भवति, आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः, षष्ट्यन्तम् एकपदम् इदं सूत्रं, सहे ताडः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः, नुं विसर्जनीय शवर्यवायो अपि इत्यस्य पूर्णानुवृत्तिः, तयोर्योगो वचीसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, इन्कोः अपधान्तस्य मूर्धन्यः इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति. इन्कोः आदेशप्रत्यययोः अपदान्तस्य सह मूर्धन्यसंहितायां नुम् विसर्जनीय शर्द्यो विसर्जनीयशर्द्यवये अपि व्यवाये अपि षत्वविधिः अस्ति अत्र आदेशप्रत्यययोः इति सूत्रम्. इन् प्रत्याहारात् अथवा कवर्गीयात् आदेशरूपी प्रत्यय अवयवः अपदान्त अपदान्तः सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारः आदेशः भवति. यदा नुम् विसर्गः शर् प्रत्याहारः अस्ति चेदपि मध्ये सन्ति चेदपि कार्यं भवति इति अस्ति. इन् प्रत्याहारे इ ऊरुळु ए ओ ऐ औ हयवरल इति वर्णाः सन्ति. अत्र प्रसक्तिः तु शक्नुयोगः सि शक्नोषि इति भवति. तर्हि निमित्तानि पुनः वदति वा? इन् प्रत्याहारे पूर्वम् आदौ पूर्वम् इन् प्रत्याहारस्य वर्णः भवेत् अनन्तरम् अपदान्तः सकारः अपदान्तः सकारः कीदृशसकारः प्रत्यय अवयवः यदि आदेशरूपी सकारः नो चेत् प्रत्यय अवयवः सकारः भवेत् चेत् भगिनी यदा चिनुयोगः सि अस्ति चेत् तत्रापि सि अपदान्तः एव किल अपदान्ते नास्ति सुप्तिङन्तं पदम् इति अस्ति एतत्तु पदं नास्ति अपदान्तः अतः कार्यं सम्भवति परन्तु चिनोसि चिनोषि इति रूपं नास्ति किल भगिनि चिनोषि इति एव रूपम् अस्ति खलु क्षम्यतां तत्र तु आमां चिनोषि इति एव रूपं क्षम्यताम् आमां षि एव वा षि एव आमां तदेव भ्रमः अस्ति मम मनसि. तर्हि इदानीम् अग्रे रूपाणां रूपं निर्माणं कुर्मः. तर्हि भगिनी एकः प्रश्नः अत्र भगिनी अत्र एकः प्रश्नः आदेशरूपी सकारः इत्युक्ते यत्र सकारः आदेशः आदेशरूपेण एकः सकारः प्रायः सकारस्य स्थाने सकारः आदेशः भवतु इति किमपि सूत्रं वदति चेत् तादृशसकारः यः आदेशः भवति तथापि तस्मिन् समयेपि एतत् सूत्रस्य कार्यं भवति. इदानीम् अधुना अस्माकम् उदाहरणमस्ति प्रत्ययरूपी सकारः पदान्तसकारः यत्र आदेशरूपी सकारः आगच्छति चेदपि तादृशं कार्यम् अपदान्तसकारः अस्ति चेत् अहं न जानामि आदेशरूपी यत्र सकारः आदेशः भवति इति मम न जाने अहं वदामि वा एतावत् भवती जानाति कृपया वदतु भगिनि. यत्र वयं विभक्तिप्रत्ययानां कृते सप्तमी बहुवचने वयं चकाररूपी वाक् शब्दं प्रत्यु योजयामः चेत् तस्य सप्तमी बहुवचने वाक्षु इति आगच्छति. तत्र ककारवर्णः पूर्वः अस्ति तदनन्तरं सुपेव टिङ् प्रत्ययः अस्ति तत्र वाक्योगः सु वाक्षु इति भवति. इग्नोः इण्कोः तत्र इण् अपि अस्ति का अपि कवर्गः अपि अस्ति किल भगिनि यथा दिक्षु अपि खलु भगिनि दिक् योगः दिक्षु दिक्षु अपि तथा एव यत्र यत्र क्षु इति सप्तमी बहुवचने आगच्छति तत्र प्रत्ययः नास्ति वा तत्र प्रत्ययः अस्ति खलु आदेशरूपी नास्ति तत्र वा आम् आम् आम् तत्र तु सत्यं सत्यं प्रायः वर्णनिमित्तिककार्यं किमपि अस्ति चेत् तत्र प्रति आदेशरूपी सकारः भवेत् किन्तु तादृशवर्णनिमित्तिककार्यं यत्र सकारः आदेशः भवति जानाति तत्र किमपि कार्यम् अन्यत् ष्टा इति धातु अस्ति किल भगिनि परन्तु वयं सदा स्थापनं स्थितः इत्येव प्रयुज्यामः किन्तु तत्तु धातु आदेशः सः इति सूत्रेण तर्हि आदेशः क्षम्यता रैट् आमां सत्यं सत्यं किन्तु तर्हि तस्मात् प्राक् यदि ककारः वा किं प्रत्याहारे आगच्छति चेत् तादृशं समानकार्यं प्रायः भवेत् षकारः पुनः सकारस्य षकारः भवति इति वदति खलु तथैव वदति खलु भगिनि अन्यः अस्ति भगिनि अत्र इन् प्रत्याहारः इत्युक्ते अत्र अस्मिन् सन्दर्भे तु अत्र उकारः एव खलु भगिनि यत्र महोदय अस्मिन् उदाहरणे अत्र शक्नुयोगः अस्ति अत्र उकारः यः अन्ते उकारः अस्ति तस्मिन् विषये एव अत्र खलु इदानीं सम्यक् रूपाणि निर्मयामः भगिनि एक प्रश्नः लङ्लकारे मध्यमपुरुषे चिनुयोगः सकारः अस्ति किल तदपि षकारः भवति वा तत्र तु सकारः एव तिष्ठति खलु चिप् इत्यस्य पकारः लोपः भवति इकारः अपि लोपः भवति तर्हि सकारः एव तिष्ठति तस्य सकारस्य विसर्गादेशः भवति तदपि अपदान्तः एव अस्ति किन्तु ससृजशुरुः इत्यनेन विसर्गः भवति अचिनोः इति रूपं किल आं भगिनि अपदान्तम् इकारः अस्ति अतः अपदान्तम् अस्ति अकारस्य आदेशप्रत्ययोः आदेशप्रत्ययोः इत्यस्य प्रसक्तिः अस्ति किन्तु अस्माभिः सूत्रसङ्ख्या अपि द्रष्टव्यं खलु ससजशुरुः अनन्तरम् आदेशप्रत्ययोः एतयोः कः प्रत्ययः बलवति इति दृष्ट्वा पश्यामः चेत् ससजशोरुः इति प्रत्ययस्य बलं परन्तु तत्र तु द्वयोः प्रसक्तिरेव नास्ति किल भगिनि एकः तु पदान्तस्य अस्ति अन्यत्र अपदान्तस्य अस्ति किमर्थं पदान्ते इति वदति सकारः इति पदान्त ससजशूरुः अनुवृत्ति वदति पदान्तस्य सस्य यथा सर्वथा वयं देवस् देवर् इत्येव कुर्मः किल तर्हि तादृशसकारः लङ्लकारे सकारः पदान्ते इति वदति वा अत्रापि पदान्ते एव अस्ति किल चिनुः इति अन्तिमवर्णः एव किल सकारः तत्र सकारस्य अपि अस्ति किल इति अस्ति सकारस्य अनन्तरम् इकारः अस्ति इति परन्तु तत् लोपः भवति किल अनुबन्धलोपानन्तरं न चिनोषि एव आगच्छति शक्नोषि न लङ्लकारे पृच्छति रामप्रिया भगिनी लङ्लकारे मध्यमपुरुषे एकवचने तत्र अनुबन्धलोपानन्तरं पदान्ते एव भवति किल चिनुः इति रूपम् आगच्छति अचिनोः तदेव तदेव अहं पृष्टवती तद् समीचीनं वा कार्यं लङ्लकारे सकारः पदान्ते अस्ति इति आं भगिनि, अहं कन्फ्यूषन् अधिकं कृतवती वा? न न भगिनि, न भगिनि भगिनि, चिन्ता मा भवतु. प्रथमं कृतवती, अनन्तरं स्पष्टं कृतवती. प्रथमं तु आदौ दोषः आसीत्, तस्य निवारणं कृतवती. धन्यवादः. अस्तु, तर्हि रूपाणि निर्मयामः तर्हि. आम्, रूपाणि मीना भगिनी अस्ति वा? विष्णु इति लट्लकारे रूपाणि प्रयत्नं करोमि. लट्लकारे ची शक् धातुः, शक् योगः नु योगः, ओ हलन्तदाशुषु शक् धातुः शक्नु इति अङ्गं स्वीकुर्मः. तत्तु निर्माणम् आदौ एव भवति खलु. शक्नु इति अङ्गम्, अनन्तरं शक्नु योगः इदानीम् अस्माकं प्रत्ययः आगच्छति ति इति. शक्नु इति आगतम्, अतः सर्वत्र शक्नु इति अङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि. ध्येयं यत् अपित्सु अपि सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. किमर्थं सर्वे तिङ्संज्ञकप्रत्ययाः तिञ्चित् सार्वधातुकम् इति सूत्रेण सार्वधातुकाः, परन्तु कुतः पठति भगिनि? तत्रैव अधः अस्ति भगिनि. चतुर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि इदानीं प्रथमपुरुषे लट् लकारस्य प्रथमपुरुषे एकवचनरूपं पुनः आगच्छामि. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि हेमा भगिनी वदति वा? लट् लकारस्य प्रथमपुरुष. आं भगिनि, आं भगिनि, अहं प्रयत्नं करिष्यामि. शक्नु इति अङ्गं सिद्धम्. इदानीं प्रथमपुरुष एकवचने तिप् इति प्रत्ययः आगच्छति, पकारलोपानन्तरं ति एव तिष्ठति. शक्नु योगः ति, इदानीं सार्वधातुक आर्धधातुकयोः अनेन सूत्रेण उकारः उकारः प्रथमं कार्यमस्ति अजन्तदातु वा हलन्तदातु वा इति. वयं तु हलन्तदातुं स्वीकृत्य न त्रीणि सोपानानि वदन्ती अस्मि. प्रथमम् अजन्तदातु वा हलन्तदातु इत्युक्ते शक्नु हलन्तदातु अस्ति. तदनन्तरं प्रत्ययः तिप् वा पित् वा अपित् वा इति द्रष्टव्यं. तिप् तु पित् अस्ति. पित् अस्ति चेत् तत्र गुणकार्यस्य प्रसक्तिरस्ति सार्वधातुक आर्धधातुकयोः अनेन. अतः अङ्गस्य अन्तिमवर्णः उकारस्य ओकारः भवति. इदानीं तिङ् प्रत्ययः यत् आगच्छति तद् अजादि वा हलादि वा इत्यपि द्रष्टव्यं. तिप् तु हलादि अस्ति, हलादि तित् इति. तर्हि शक्नु शक्नो इति भवति, शक्नो योगः ति शक्नोति इति रूपम् आगच्छति. द्वितीय द्विवचने अस्ति शक्नु योगः तः. अत्रापि हलन्तधातु अपित् अस्ति. अत्र तस् प्रत्ययः तु तस् अस्ति. तत्र अपित् अनेन गुणकार्यं न सम्भवति, सन्धिकार्यमपि न सम्भवति, केवलं मेलनमेव. तर्हि शक्नु योगः तः शक्नुतः इति भवति. हलादि अपि इति वदतु भगिनि, तर्हि तादृश हलादि अपि इति गुणकार्यं न सम्भवति. अग्रिमे एक द्विवचने बहुवचने बहुवचने क्षम्यतां बहुवचने शक्नु योगः अन्ति इति अस्ति. अन्ति तु अजादि अपित् अस्ति. अजादि अपित् कारणेन तत्र गुणकार्यं न सम्भवति, परन्तु तत्र इको एणाचि सूत्रस्य प्रसक्तिरस्ति. तत् सूत्रं प्रभाद्य अचिष्णुधातोः युवोरियङ्गु अङ्गौ अनेन ऊस्थाने उवङ्ग् आदेशः आगच्छति. तर्हि शक्नुव इति भवति, शक्नु योगः अन्ति, शक्नुवन्ति इति रूपम् आगच्छति. धन्यवादः भगिनि. नीना भगिनि इदानीं प्रयत्नं करोति वा मध्यमपुरुषस्य? शक्नु योगः सिप् अस्ति, पकारलोपः सि एव तिष्ठति प्रत्यये, प्रत्ययस्य शक्नो इति पित् हलादि पित् अस्ति, गुणकार्यं भवति, शक्नो योगः सि इति आगच्छति, अनन्तरं शक्नोषि सूत्रेण गुणकार्यं भवति. केन सूत्रेण? पित् सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति, अनन्तरं आदेशप्रत्ययोः इति सूत्रेण सकारः शकारः भवति, शक्नोषि इति रूपं सिद्धति. तस् प्रत्ययः तः करवसानयोर्विसर्जनीयः इति तः एव तिष्ठति. शक्नु तः हलादि अपित् प्रत्ययः, अपित् अस्ति अतः गुणः न भवति. ङिति च इति सूत्रेण शक्नु योगः तः वर्णमेलनम् एव शक्नुतः इति भवति. अनन्तरं बहुवचने था इति प्रत्ययः हलादि एव, तदपि शक्नुत इति भवति. अस्तु भगिनि, धन्यवादः भगिनि. पुष्पभगिनि प्रयत्नं करोति वा उत्तमपुरुषरूपाणि? शक्नु योगामि, शक्नोमि. इदानीं शक्नु योग मी कीदृशप्रत्ययः? हलादि पित्वा पित्वा तर्हि गुणकार्यं भवति वा न भवति वा? गुणकार्यं भवति. केन सूत्रेण गुणकार्यं भवति? केन सूत्रेण? सार्वधातुक आर्धधातुकयो. आं भगिनि, तर्हि शक्नु इत्यस्य गुणं भूत्वा किं भवति रूपम्? उकारः ओकारः आयाति. अस्तु, शक्नोमि. द्विवचने शक्नु योगः वः, शक्नुवः. ततः तस्मात् पूर्वे तस्मात् पूर्वम् इदानीं कार्य सोपानानि अपि वदतु भगिनि. तर्हि वः इति कीदृशप्रत्ययः? अज हलादिप्रत्ययः, हलादिप्रत्ययः शक्नु पित्वा पित्वा गुणकार्यस्य प्रसक्तिः अस्ति वा? नास्ति नास्ति नास्ति. तर्हि शक्नु इत्येव तिष्ठति. इदानीम् अस्माकं सूत्रम् आसीत् खलु लोपश्चान्यतरस्यां प्रसक्तिः अस्ति वा? अस्ति वा? अस्ति विकल्पेन लोपो भवति, लोपो भवति. एकनिमिष भगिनि, मणिमहोदय वदति वा लोपशन्यतरस्य मोः इत्यस्य प्रसक्तिः अस्ति वा? महोदय, अत्र लोपस्य अन्यतरस्य सूत्रेण शक्नु अपित् वः शक्नु शक्न्वः अथवा इदानीम् इदानीं शक्नु इति कीदृशं कीदृश अङ्गमस्ति धातुः कीदृशधातुः आसीत् इदानीम् अस्माकं सूत्रे अस्य सूत्रं पश्यति वा लोपस्य अन्यतरस्य मोः इति सूत्रं किं वदति असंयोगपूर्वस्य असंयोगपूर्वः भवति चेत् एव भवति खलु तर्हि अस्माकं शक्नु इत्यस्य न भवति असमयपूर्वक यत्र न भवति महोदय सारि सम्यक् क्षम्यतां वा अस्तु महोदय पुष्प भगिनी एव पूरयतु तर्हि अग्रे अङ्गम्यस्य अन्ते उकारः अस्ति अलौन्त्यस्य इत्यनेन अङ्गन्ते उकारस्य लोपः न तु पूर्णङ्गस्य येन तर्हि असंयोगपूर्वस्य इति अस्ति सूत्रे अनुवृत्तिसहितसूत्रमस्ति अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्याम् इति अस्ति तर्हि इदानीम् असंयोगपूर्वस्य एव तादृशकार्यमस्ति खलु इदानीं शक्नु इति संयोगपूर्वः अस्ति तर्हि कार्यं न भवति शक्नुवः इति एकमेव रूपम् शक्नुमः नास्ति शक्नुमः इदानीं शक्नुमः शक्नुमः शक्नुवः शक्नुमः समानकार्यमस्ति खलु शक्नुमः इत्यपि अस्तु भगिनि धन्यवादः भगिनि मणिमहोदय अग्रिमं लोट्लकारे वदति वा शक्नोतु सोपानानि वदतु इदानीं हलादि पित्वा अजादि पित्वा इति कीदृशप्रत्ययः हलादि पित्तु लोट्लकारे तु पित् हलादि पित् गुणकार्यं भवितुम् अर्हति सो शक्नोतु इति सोपानानि वदतु महोदय तर्हि केन सूत्रेण गुणकार्यं भवति शक्नु बिकम्स् शक्नु सार्वधातुक आर्धधातुकयोः सूत्रेण गुणकार्यं भवति अस्तु महोदय तर्हि अनन्तरं सन्धिकार्यं किमपि नास्ति खलु सन्धिकार्यं तु इति अपित् सारि हलादि पित् अस्ति सो शक्नोतु इति पदम् अस्तु महोदय अग्रिमम् शक्नु योग तां हलादि अपित् अतः गुणकार्यं न सम्भवति शक्नुतामेव अवशिष्यते देन् अनन्तरं बहुवचने शक्नु अन्तु गुणकार्यम् अत्र न भवति यन् सन्धि प्रसक्ति अस्ति चेत् अत्र अचिष्णु ध्रुवो ब्रुवो यं वां सूत्रेण ओम् आदेशक उकारस्य प्रत्ययः ओम् आदेशक अतः शक्न् उव अन्तु इति मेलनेन शक्नु वन्तु इति भवति महोदय अस्तु महोदय धन्यवादः महोदय सुब्रह्मण्यं धन्यवादः आं भगिनि अत्र अत्र सिद्धतिं प्रत्ययः अस्ति हि महोदय तात् इति प्रत्ययः अपि आसीत् खलु प्रथमपुरुषे एकवचने तात् इति प्रत्ययः तातङ्गादि तात् इति अपि प्रत्ययः आसीत् खलु अत्र गुणकार्यं न भवति किन्तु शक्नोति इति शक्नु अनन्तरं तात् इति अस्ति तर्हि किं भवति? शक्नु अनन्तरं दातु दातु न न तात् तात् तात् इति प्रत्ययः तात् अस्ति सो शक्नु तात् इति एव प्रसक्ति तिष्ठति महोदय शक्नु तात् इति धन्यवादः क्षम्यतां सुब्रह्मण्य महोदय महोदय अत्र मध्यमपुरुष एकवचने सिद्धतिं प्रत्ययः हि अस्ति हि तु हलादि अपित् अस्ति अत्र कोऽपि शक्नोतु संयोगपूर्व अत्र उकारः अस्ति तत्कारणात् अत्र कोऽपि कार्यं न भवति वर्णमेलनमेव शक्नुयोगः हि शक्नुहि तथैव शक्नुयोगः तात् अपि अत्र मध्यमपुरुषे सर्वाणि त्रीणि त्रयः प्रत्ययाः सन्ति ते सर्वे तु हलादि अपित् सन्ति तत्कारणात् अत्र कोऽपि नूतनकार्यं न भवति वर्णमेलनमेव शक्नुहि शक्नुतात् विकल्पेन शक्नुतं शक्नुत धन्यवादः महोदय रामप्रिय आं भगिनि उत्तमपुरुष एकवचनं शक्नुयोगः आनी अजादिपित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं शक्नुयोगः आनी एचोयवायावः इति सूत्रेण अव् आदेशः शक्न् योगः अव् योगः आनि शक्नवाणी इति रूपं द्विवचने अपि अजादिपित् अस्ति आव शक्नुयोगः आव अत्र अपि अव् आदेशः भवति शक्न् शक्न् योगः अव् योगः आव शक्नवाव बहुवचने अपि अजादिपित् शक्न् योगः अव् योगः आम शक्नवाम इति रूपम् अस्ति शक्नवानि शक्नवाव शक्नवाम इति धन्यवादः सर्वत्र अपि द्वो ये सूत्र एव कार्यं करोति द्वे सूत्रे धन्यवादः भगिनि इदानीं लङ्लकारः विधिलिङ्ग् अपि कर्तव्यं वा अधुना नो चेत् विरमा भवन्तः किं चिन्तयन्ति विरमाम भगिनि इदानीं तु आमां विरमाम अस्तु महोदय धन्यवादः महोदय धन्यवादः तर्हि बहु धन्यवादः शुभरात्रिः धन्यवादः भगिनि शुभरात्रिः धन्यवादः भगिनि धन्यवादः